गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ अस्माकं नूतननायवर्गे सर्वेषां सुस्वागतम् आकाशस्य लक्षणम् इत्यस्मिन् ग्रन्थे वयं स्मः शब्दगुणकम् आकाशम् इत्यस्मिन् विषये चिन्तनं प्रवर्तमानमस्ति तत्र तन्मध्ये बहु किमपि अधीत्वा पुनः प्रकृतविषये वयं स्मः इदानीं तत्र गृहपाठाः बहुभिः कृताः तेषां कृते अहं धन्यवादं मम धन्यवादाः समर्पयामि विजयी भगिनी अपि च विजया भगिनी तत्र सीमा भगिनी श्रीराममहोदयः इति बहवः गृहपाठाः कृताः बहुभिः गृहपाठाः कृताः तत्र मया किं चिन्तितं किञ्चित् दशनिमिष अभ्यन्तरे इतोपि किञ्चित् अवगमनार्थं सर्वं किञ्चिदिव पुनस्मारणं कुर्मश्चेत् सर्वेषां लाभाय भवति इति कृत्वा अपि च तत्र सम्भाषणरूपेण कुर्मश्चेत् इतोपि समीचीनतया भवति इति कृत्वा प्रथमं भानुचैतन्यमहोदय भवान् वदति वा बहवः सम्बन्धाः अस्माभिः अधीताः सम्बन्धाः ते के इति वदन्ति वा एतावत्पर्यन्तम् आम् आं महोदय घटे स्वस्मिन् तादात्म्यसम्बन्ध इति अधीतं महोदय न न अत्र केवलं वदतु सम्बन्धस्य नामम् उक्त्वा केवलं सम्बन्धस्य नाम इदानीं कुत्र अस्ति इति तदनन्तरं पश्यामः के के सम्बन्धाः एतावत्पर्यन्तम् अस्माभिः अधीताः इति समवायसम्बन्ध समीचीनं तादात्म्यसम्बन्ध कालिकसम्बन्ध सम्बन्ध विषयिता सम्बन्ध विषयितासम्बन्ध संयोगसम्बन्ध महोदय सत्यं तदनन्तरं स्वरूपसम्बन्धः स्वरूपसम्बन्धः समीचीनम् अनन्तरं दैशिकसम्बन्ध हा इति बहु समीचीनं महोदय तदेव इदानीं संयोगसम्बन्धः समवायसम्बन्धः तादात्म्यसम्बन्धः स्वरूपसम्बन्धः दैशिकसम्बन्धः कालिकसम्बन्धः अपि च विषयता विषयिता इति बहुविधसम्बन्धाः अस्माभिः अधीताः तत्र संयोगसम्बन्धः तयोः मध्ये भवति संयोगसम्बन्ध द्रव्यमध्ये भवति द्रव्ययोः मध्ये भवति समवायसम्बन्धः समवायसम्बन्धः गुणिगुणिनोः मध्ये भवति अवयव अवयवनोः अवयव अवयनोः गुणिगुणिनोः अनन्तरं कार्यकारण क्रियाक्रियवतोः क्रियाक्रियवतोः जातिव्यक्तयोः अपि च विशेषणनित्यद्रव्ययोः मध्ये समवायसम्बन्धः भवति केवलं पञ्चसु स्थलेषु एव समवायसम्बन्धः भवति अपि च इदानीं समवायसम्बन्धः इति भिन्नपदार्थः अस्ति तदपि मनसि सर्वेषां मनसि सदा भवेत् सप्तपदार्थाः नैयायिकैः अङ्गीकृतः वर्तन्ते तत्र समवायः इति अन्यतमः अस्ति द्रव्यगुणसामान्यविशेषसमवाय द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति इति समवायः पदार्थः इति स्वीकृतं, किन्तु संयोगः कथम् अस्ति? संयोगः पदार्थेषु अन्यतमः वा, नो चेत् महोदय अन्य कोऽपि वदति वा संयोगः कीदृशः इति? गुणः अस्ति महोदय. आं संयोगः इति गुणः, चतुर्विंशतिगुणेषु एकः. हा सो संयोगः इति गुणः, समवायः इति पदार्थः, सप्तपदार्थेषु अन्यतमः समवायः, किन्तु संयोगः इति चतुर्विंशतिगुणेषु अन्यतमः इति अपि अवगन्तव्यम्, अनयोः मध्ये भेदः कः इति. तदनन्तरम् इदानीं पुस्तकं घटे अस्ति इति वदामश्चेत् तत्र पुस्तकं आधेयः भवति, घटः आधारः भवति. विपरीतरीत्या अपि भवितुमर्हति, घटः पुस्तके अस्ति इति अपि वक्तुं शक्यते. यदि पुस्तकम् अधः अस्ति, घटः उपरि अस्ति चेत् तत्र घटः पुस्तके वर्तते इति अपि वक्तुं शक्यते इति. तत्र परस्परं तत् इतस्ततः भवितुमर्हति, किन्तु समवायसम्बन्धे तादृशं भवितुमर्हति वा भानुचैतन्य महोदय? समवायसम्बन्धस्य उदाहरणं वदतु एकम्. घटः भूतले अस्ति, समवाय महोदय, घटः कपाले अस्ति. हा घटः कपाले अस्ति, समवायसम्बन्धेन अस्ति, किन्तु इदानीं विपरीतरीत्या कपालः घटे अस्ति समवायसम्बन्धेन इति वक्तुं शक्यते वा? कपालः अपि अस्ति. मम वाक्यं पश्यतु, कपालः घटे अस्ति समवायसम्बन्धेन इति वक्तुं शक्यते वा? भ्रमः अस्ति महोदय. भवान् चिन्तयतु, इदानीं तत्र कपालः घटः इत्यनयोः मध्ये कीदृशभावः अस्ति, किं कार्यं, किं कारणम् अनयोः मध्ये? कारणं तु कपालः, कार्यं तु घटः. हा कारणं, कारणं तु कपालः इति किमर्थं स्वीकृतम्? विना कपालं घटः नास्ति. हा तत्तु लौकिकरीत्या, किन्तु नैयायिकमतानुसारं किमर्थं कपालः एव कारणम् इति स्वीकृतम्? महोदय तत्र त्रीणि निकषाः यदस्ति तद्वा? भवान् तदेव, किन्तु तत्र स्पष्टतया वक्तव्यं चेत् कपालः कार्याधिकरणम् अस्ति इति कृत्वा, कार्यस्य अधिकरणम् अस्ति कपालः इति कृत्वा कपालः कारणम् अपि च घटः कार्यम् इति अस्ति. कार्यकारणयोः मध्ये समवायसम्बन्धः अस्ति, तत्र अवयवः अवयवी, घटः अवयवी, कपालः कपालः अवयवः इति कृत्वा तत्र समवायसम्बन्धः अस्ति. किन्तु घटः कपाले समवायसम्बन्धेन अस्ति इति एव वक्तुं शक्यते, तत्र विपरीतरीत्या कपालः घटे समवायेन अस्ति इति यदा कदापि न वक्तुं शक्यते किल महोदय. विपरीतसम्बन्धं नास्ति महोदय. हा तत्र विपरीतरीत्या न वक्तुं शक्यते, यद्यपि समवायः इति सम्बन्धः द्विनिष्ठः, तदपि द्विनिष्ठः, कपाले अपि वर्तते अपि च घटे अपि वर्तते, तथापि यदा संयोगसम्बन्धस्य विषये, इदानीं पुस्तकम् अपि च घटः इति स्वीकुर्मश्चेत् तत्र घटं पुस्तके भवितुमर्हति, पुस्तकं घटे अपि भवितुमर्हति, किन्तु समवायसम्बन्धे तादृशं यदा कदापि न भवति इति अपि वैशिष्ट्यमस्ति तस्य. एकरीत्या एव तत् आम् एकरीत्या घटः कपाले वर्तते, अवयवी अवयविनी वर्तते, अवयवे वर्तते, क्षम्यताम्, अवयवी अवयवे वर्तते इत्येव वक्तुं शक्यते. तत्र विपरीतरीत्या यदा कदापि न भवति इति अनयोः मध्ये भेदः अस्ति. हा इदानीं तत्र तादात्म्यसम्बद्धस्य उदाहरणं वदतु भवान्. तादात्म्यस्वयं स्वस्मिन् सम्बन्धः तादात्म्यसम्बन्धः घटे घटः वर्तते. हा घटः घटे वर्तते इति सत्यं, तादात्म्यसम्बन्धेन घटः घटे वर्तते. इदानीं घटः घटे वर्तते इत्यत्र घटः इति प्रथमाविभक्त्याम् एकं पदम् अस्ति, घटे इति सप्तमीविभक्त्याम् एकं पदम् अस्ति. अनयोः मध्ये भेदः कः? अधिकरणम् एकं सूचयति महोदय. हा इति वार्ता तत्र. घटे इति यत् सप्तम्या निर्दिष्टम् अस्ति तद् कार्याधिकरणं सूचयति. घटः इति यदि प्रथमाविभक्त्याम् अस्ति तत् कार्याधिकरणं न सूचयति. घटः इति यद् द्रव्यमस्ति तत् सूचयति. अतः एव तत्र कार्याधिकरणे भवेत् इति कृत्वा तत्र तादात्म्यसम्बन्धः अङ्गीकृतः अस्ति नैयायिकैः. गतवर्गे तदपि दृष्टम् अस्माभिः, किमर्थं तादात्म्यसम्बन्धः सम्बन्धस्य स्वीकरणम् इति चिन्तयित्वा तत्र इदानीं कपालः इति अस्ति इति चिन्तयति. कपालः तत्र कार्याधिकरणे नास्ति किन्तु अन्यत्र यत्र कुत्रापि अस्ति कपालः अस्ति इति चिन्तयतु. तस्मिन् घटः न भवितुमर्हति. यत्र कार्य उत्पादनं जातमस्ति तत्र भवेत् कपालः. तादृश कपालात् एव घटः उत्पन्नः भवति इति कृत्वा घटः घटे वर्तते, नो चेत् कपालः कपाले वर्तते. कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति इति वदामः. अतः घटः घटे वर्तते इति इत्यस्मिन् वाक्ये तादात्म्यसम्बन्धः अस्ति, अपि च घटे इति सप्तम्या निर्दिष्टपदं यदस्ति तत् कार्याधिकरणं सूचयति, अपि च घटः इति प्रथमाविभक्त्यां यत् पदमस्ति तत्तु द्रव्यं सूचयति इति अस्ति. हा इति तादात्म्यसम्बन्धस्य विषये अस्माभिः दृष्टम्. इदानीं स्वरूपसम्बन्धः, स्वरूपसम्बन्धः कुत्र भवितुमर्हति? अन्य कोऽपि, सीमा भगिनी वदतु. स्वरूपसम्बन्धः आधेय आधेयता प्रतियोगी प्रतियोगिता मध्ये भवति. एतादृशाः यत्र अस्ति तत्र भवति मम चिन्तनमस्ति महोदय. हा किन्तु आधेय आधार आधेय आधार आधारयोः मध्ये भवितुमर्हति. क्षम्यतां, घटप्रतियोगिता मध्ये स्वरूपसम्बन्धः अस्ति. तस्मात् पूर्वं प्रतियोगी इत्युक्ते किम्? एकनिमिषं भगिनि, एकनिमिषम् अत्र सीमा भगिन्या सह इदानीम् अहं सम्भाषणं कुर्वन् अस्मि. अस्तु सीमा भगिनी वदतु इदानीं प्रतियोगी इत्युक्ते किम्? प्रतियोगी इत्युक्ते यस्य अभावः स प्रतियोगी. समीचीनं, यस्य अभावः सः प्रतियोगी. इदानीम् अभावः यत्र कुत्रापि भवेत् किल, अभावः इति एवमेव अभावः इति न वदामः. इदानीम् अभावः यत्र कुत्रापि भवेत्, अभावः अपि च यस्मिन् सः अभावः वर्तते, अनयोः मध्ये स्वरूपसम्बन्धः वर्तते किल. घटाभावः भूतले वर्तते इति वदामश्चेत् तत्र घट अभावः अपि च भूतलयोः मध्ये स्वरूपसम्बन्धः अस्ति अपि च प्रतियोगिता अपि च प्रतियोगी इदानीं घटः अनयोः मध्ये अपि स्वरूपसम्बन्धः अस्ति इति स्वीकृतम् अनियोगी अपि तादृशं स्वीकृतम् हा इदानीं तत्र वाक्यं रचयामश्चेत् अस्माकं न्यायशैल्यां वाक्यं रचयामश्चेत् घट अभावनिष्ठ तत्र घट इति त्यजतु इदानीम् अभावनिष्ठ आदेयता इति मया आरब्धं चेत् तदनन्तरं सा आदेयता केन अवच्छिन्ना भवितुमर्हति अनुयोगिता अवच्छिन्ना अवच्छिन्ना आदेयतायाः तत्र निरूपनिरूप्यकभावः भवति न आदे अनियोगिता न भवति अत्र अभावनिष्ठ आधेयता इदानीम् अभावः आदेयः भूतलम् आधारः इति चिन्तयतु अभावे तत्र आदेयः इति कृत्वा आधेयता अस्ति सा आदेयता केन अवच्छिन्ना भवितुम् अर्हति केन केन सम्बन्धेन अवच्छिन्ना भवितुमर्हति अभावः अभावः स्वरूपसम्बन्धेन अवच्छिन्ना भवति हा इति एकमेव तत्र भवितुमर्हति इत्यपि सर्वैः मनसि भवेत् यदा अभावनिष्ठ आदेयता इति लिखामश्चेत् तदनन्तरं केवलं स्वरूपसम्बन्ध अवच्छिन्ना इत्येव लेखितुं शक्यते अभावनिष्ठस्वरूपसम्बन्ध अवच्छिन्ना आदेयता इति एव भवति तत्र स्वरूपसम्बन्धस्य स्थाने समवायः वा संयोगः वा तादात्म्यः वा कालिकः वा विषयिता विषयिता तादृशसम्बन्धः यदा कदापि न भवति किमर्थमित्युक्ते अभावः सर्वत्र स्वरूपसम्बन्धेन एव अन्यस्मिन् भवितुं भवति इति कृत्वा इति मनसि सम्यक्तया निर्धारणं कुर्मश्चेत् तत्र यदा वाक्यं लिखामः अभावनिष्ठ इति यदा वदामः तत्र स्वरूपसम्बन्धः अवच्छिन्ना आधेयता इति झटिति वक्तुं शक्यते तत्र कीदृशसम्बन्धः भवितुमर्हति इत्यस्य चिन्तनमेव नास्ति किमर्थम् इत्युक्ते अभावः सर्वदा सर्वत्र स्वरूपसम्बन्धेन एव भवति इत्यतः अस्तु महोदय तर्हि अभावः आधेयतायोः मध्ये स्वरूपसम्बन्धः अस्ति अभावः अनुयोगितायोः मध्ये अपि स्वरूपसम्बन्धः अस्ति न केवलं पुनः एकनिमिषं तत्र प्रथमवाक्ये भवती उक्तवती अभावः अपि च आधेयतायाः मध्ये स्वरूपसम्बन्धः नास्ति अभावे या आदेयता अस्ति सा आदेयता स्वरूपसम्बन्धेन अवच्छिन्ना पुनः ओके अवगच्छामि किन्तु अभावे आधेयता अस्ति अभावः अभावे स्वरूपसम्बन्ध अवच्छिन्ना आधेयता अस्ति तद्वक्तुं सत्यं सत्यम् इति एव वक्तुं शक्यते अभावे स्वरूपसम्बन्ध अवच्छिन्न आदेयता एव अस्ति तत्र समवायसम्बन्ध अवच्छिन्न आदेयता नो चेत् संयोगसम्बन्ध अवच्छिन्न आदेयता तादात्म्यसम्बन्ध इति यत्किमपि न भवितुमर्हति किमर्थमित्युक्ते अभावः सर्वत्र सर्वदा स्वरूपसम्बन्धेन एव भवति इति कृत्वा किन्तु मम प्रश्नः अस्ति अभावे या आधेयता अस्ति तस्याः सम्बन्धः अभावेन स्वरूपसम्बन्धेन एव भवितुम् अर्हति अभावे आधेयता अस्ति अतः अभाव आधेयतायोः मध्ये स्वरूपसम्बन्धः अस्ति एवं वक्तुं शक्नुमः न वा अभावः अपि च आधेयता अभावे विद्यमान आधेयता अनयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः कः सम्बन्धः इति पृच्छति अन्येषां किमपि चिन्तनमस्ति वा अस्मिन् विषये स्वरूपसम्बन्धः एव भवितुमर्हति इति सरला भगिनी वदति मम चिन्तनम् अपि तदेव अस्ति, अभावे या अनुयोगिता अस्ति तदपि स्वरूपसम्बन्धेन एव भवति, प्रतियोगिता अस्ति तदपि स्वरूपसम्बन्धेन एव भवति, भूतले अधिकरणता अस्ति तदपि अधिकरणे अधिकरणता अस्ति तदपि स्वरूपसम्बन्धेन एव भवति. तद् मम चिन्तनमस्ति किन्तु न जानामि सम्यक्तया अवगतवती न वा. न समीचीनम्. इदानीं तत्र प्रतियोगिता अपि च प्रतियोगी इत्युक्ते घटः, अनयोः मध्ये स्वरूपसम्बन्धः एव भवति. अभावः अपि च आधारः, अभावस्य आधारः, अनयोः मध्ये स्वरूपसम्बन्धः एव भवति. अपि च अनियोगिता, अभावः अनयोः मध्ये स्वरूपसम्बन्धः एव भवति. किन्तु इदानीं भवती किं पृष्टवती, अभावे या आधेयता अस्ति, या आधेयता अस्ति अभावे, या आधेयता अस्ति इदानीम् आधेयता अपि च अभावः, अनयोः मध्ये कः सम्बन्धः इति चेत् तदपि स्वरूपसम्बन्धः एव भवितुमर्हति. महोदय, किन्तु अभावस्य अधिकरणेन स्वरूपसम्बन्धः कथं भवितुम् अर्हति, यतोहि अभावः पदार्थः अस्ति, एवम् अधिकरणम् अपि द्रव्यम् इत्युक्ते पदार्थः अस्ति, तयोः मध्ये संयोगसम्बन्धः भवति न वा? संयोगसम्बन्धः निश्चयेन न भवति. किमर्थम् इत्युक्ते द्रव्ययोः मध्ये एव संयोगसम्बन्धः भवति. सत्यं सत्यम्. पदार्थयोः मध्ये संयोगसम्बन्धः भवति इति यदा यत्र कुत्रापि न उक्तम्, अतः संयोगसम्बन्धः न भवति. समवायसम्बन्धः भवति वा इति चेत् तत्र पञ्चसु स्थलेषु एव समवायसम्बन्धः स्वीकृतः, अवयव अवयविनोः मध्ये. इदानीम् अवयवः अपि द्रव्यं भवति, अवयवी अपि द्रव्यं भवति इति कृत्वा, किन्तु केवलं यद्यपि द्वयमपि द्रव्यमस्ति किन्तु तयोः मध्ये अवयव अवयवीभावः अस्ति इति कृत्वा तत्र समवायसम्बन्धः एव भवति इति नैयायिकैः स्वीकृतम्. तदनन्तरं गुणद्रव्ययोः मध्ये, इदानीं तत्र गुणः इति पदार्थः, द्रव्यमिति पदार्थः, अनयोः मध्ये समवायसम्बन्धः स्वीकृतः. क्रिया इति पदार्थः, क्रियावत् इति द्रव्यम्, अनयोः मध्ये अपि समवायसम्बन्धः स्वीकृतः. जातिः अपि च व्यक्तिः, इदानीं जातिः इति पदार्थः, व्यक्तिः इति द्रव्यं भवति, अनयोः मध्ये अपि समवायसम्बन्धः स्वीकृतः. अपि च विशेष, विशेषः इति पदार्थः, नित्यद्रव्यं, विशेषनित्यद्रव्ययोः मध्ये. इदानीम् अभावः अपि च द्रव्ययोः मध्ये सम्बन्धः, तत्र स्वरूपसम्बन्धः इति स्वीकृतम्. यथा अभावः, घटाभावः भूतले अस्ति इति वदामश्चेत् भूतलमिति द्रव्यं, घटाभावः इति अभावः, अनयोः मध्ये स्वरूपसम्बन्धः एव भवति इति नैयायिकैः स्वीकृतम्. इदानीं स्पष्टता अस्ति मनसि. धन्यवादः. अस्तु अस्तु, समीचीनम्. इति तत्र ये एते सम्बन्धाः अस्माभिः अधीताः प्रत्येकम्, अपि च तत् इदानीं तत्र दैशिकसम्बन्धः, तत्र देशं निमित्तीकृत्य दैशिकसम्बन्धः भवति, कालं निमित्तीकृत्य कालिकसम्बन्धः भवति, अपि च ज्ञानं निमित्तीकृत्य विषयिता विषयिता इति सम्बन्धाः भवन्ति. इति सम्बन्धानां विषये किञ्चिदिव पुनस्मारणं कृतम्. अपि च इतोपि किञ्चित् तत्र निरूपकनिरूप्यभावः अस्माभिः अधीतं किल, तत्र बहवः भावाः अस्माभिः अधीताः. ते के इति इदानीं कः वदति? पूर्वम् एकः प्रश्नः अस्ति, दैशिकसम्बन्धः स्वरूपसम्बन्धयोः भेदः कः? पूर्वम् एकस्मिन् पृष्ठे स्वरूपसम्बन्धः एव दैशिकसम्बन्धः इति सत्यं किञ्चित् स्मरणमस्ति. सत्यं सत्यं, तत् समीचीनमेव. स्वरूपसम्बन्धः इति दैशिकसम्बन्धस्य एकविधः अस्ति. केवलम् अभावस्थले एव तत्र स्वरूपसम्बन्धः स्वरूपसम्बन्धस्य उपयोगं भवति. यत्र यत्र अभावः इति चिन्तयामः तत्र अभावद्रव्ययोः मध्ये स्वरूपसम्बन्धः. अभावः इति वदामश्चेदेव तत्र अनियोगी अनियोगिता प्रतियोगिता इति एतत् सर्वं भवति इति कृत्वा तत्रापि स्वरूपसम्बन्धः स्वीकृतः अस्ति. स्वरूपसम्बन्धस्तु तत्र एकविधमेव दैशिकविशेषणता सम्बन्धः एव स्वरूपसम्बन्धः. अस्तु, इदानीं विजी भगिनी भवती वदति वा, निरूपकनिरूप्यभावः, बहवः निरूपकनिरूप्यभावः अस्माभिः अधीताः, ते के इति मनसि अस्ति वा? प्रयत्नं करोमि आधारमध्ये समीचीनम्. आधार आधेयभावः इति एकविध निरूपकनिरूप अनयोः मध्ये आधार आदेयोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति. प्रतियोगिता अनियोगिता समीचीनं. प्रतियोगिता अनियोगिता अनयोः मध्ये अपि निरूपकनिरूप्यभावः अस्ति. अपि च अवच्छेदकता अवच्छेद्यता मध्ये अवच्छेदकता अवच्छेद्यता इति अनयोः मध्ये अपि निरूप्य परस्परनिरूपकनिरूप्यभावः अस्ति. अन्यत् किमपि अधीतं वा? न महोदय, न स्मरामि. तावदेव इति अहमपि चिन्तयामि. तत्र विशेषणविशेष्यभावः इति अस्माभिः अधीतम्. सरला भगिनी किमपि उक्तवती वा? हा हा, इति किमर्थम् एतद् एतस्मिन् विषये मया पृष्टम् इति चेत् आधेयता आधारता अधिकरणता अनयोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति. प्रतियोगिता अनियोगिता अपि च अवच्छेदकता अवच्छेद्यता. किमर्थम् अस्य पुनस्मारणं मया कृतम् इति चेत् तत्र वाक्यं यदा रचयामः तत्र इदानीमपि यत्किमपि उक्त्वा आधेयता निरूपित इति लिखामश्चेत् तस्य तदनन्तरम् अधिकरणता इति भवेत्. आधेयता निरूपित अधिकरणता, नो चेत् अधिकरणता निरूपित आधेयता. एवमेव प्रतियोगिता निरूपित अनियोगिता, नो चेत् अनियोगिता निरूपित प्रतियोगिता. अवच्छेदकता निरूपित अवच्छेद्यता, नो चेत् अवच्छेद्यता निरूपित अवच्छेदकता. इति यदा वाक्यं रचयामश्चेत् तत्र एकं लिखितं चेत् तत्र अन्यं किं भवेत् इति झटिति अस्माभिः ऊहां कर्तुं शक्यते. किमर्थमित्युक्ते तत्र गृहपाठे मया तादृश दोषाः दृष्टाः सन्ति इति कृत्वा मया एतदुक्तम्. आधार आधेयता निरूपित इति वदामश्चेत् तस्माद् अनन्तरम् अधिकरणता इत्येव भवेत्. आधेयता निरूपित तदनन्तरं प्रतियोगिता इति न लेखनीयं, नो चेत् अनियोगिता इति न लेखनीयं, न भवति. परस्परनिरूपकनिरूप्यभावः अनयोः मध्ये एव अस्ति. आधारता अधिकरणता अपि च आधेयता, पुनः प्रतियोगिता अपि च अनियोगिता, पुनः अवच्छेदकता अपि च अवच्छेद्यता. अस्तु, इति एतानि चिन्तनानि मनसि भवेत् चेत् तत्र झटिति यत्किमपि वाक्यं भवतु न्यायशैल्यां निर्मातुं शक्यते इति कृत्वा एतत् सर्वं मया पुनः पुनस्मारितम्. अस्तु, इदानीं पुस्तकं प्रति गन्तुं शक्यते. प्रकृते, प्रकृते इत्युक्ते इदानीम् आकाशस्य विषये, आकाशस्य लक्षणविषये इति. ततः आरभ्य पठनीयं. पुटसङ्ख्या अस्ति 48, तत्र अन्तिमवाक्यमस्ति. विजी भगिनी भवती एव पठतु. अस्तु महोदय. प्रकृते आधेयत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दोऽपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविध आधेयताशब्दे वर्तन्ते. तासु या समवायसम्बन्ध अवच्छिन्न आधेयता तन्निरूपिता अधिकरणता वत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय गुणपद उपात्तं गुणगुणनयोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत् सम्बन्ध अवच्छिन्न आधेयत्वलाभः इति. न श्रूयते भगिनि. हरि ओम्. विजय भगिनि अस्ति वा? सागता इति भाति महोदय. हा सा अस्ति किन्तु हा इदानीं श्रूयते. विजय भगिनि वदतु. सन्नि सन्तु पर विजय भगिनि. हलो. हा गतवती प्रायः. न न प्रकृते आदे आदे वदतु वदतु भगिनि. आधेयत्वस्थले आधेयत्वस्थले समवाय इत्यादि सम्बन्धैः वयं पूर्वमेव दृष्टवन्तः किल. हरि ओम्. प्रायः किमपि क्लेशः अस्ति तस्याः पार्श्वे. अस्तु विजया भगिनी भवती पठति वा? आं जि. हा तत्र प्रथमवाक्यं प्रकृते आदेयस्थले इति पठित्वा तस्य अर्थं वदतु. प्रकृते आदेयत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दः अपि समवायेन आकाशे कालिकेन काले श्रूयते वा जि? हा हा श्रूयते श्रूयते पठतु. कालिकेन काले विषयतसम्बन्धेन समवायकप्रत्यये वर्तते इति बहुविध आदेयता शब्दे वर्तन्ते. वयं पूर्वमेव दृष्टवन्तः तत्र आदेयता इति स्थले आदरता आदेयता कुत्र अस्ति तत्र आदरता अपि अस्ति. एतत् सर्वं समवायसम्बन्धैः एव अस्ति. घटक कपालादिषु इव शब्दः इव तत्र तत्रापि समवायेन सम्बन्धः एव अस्ति. आकाशे समवायः आकाशे द्रव्यगुणमध्योः तत्र अपि समवायसम्बन्धः अस्ति. कालिकेन काले विषयतसम्बन्धेन वयं पूर्वमेव दृष्टवन्तः पुटसङ्ख्या 15 इति पञ्चविध अवयव सम्बन्धः इति समवायसम्बन्धः इति पूर्वम् एव वयं दृष्टवन्तः. एतदेव तत्र अस्ति इति अहं चिन्तयामि. भगिनि अत्र स्पष्टतया वदतु, किं कस्मिन् अस्ति, केन सम्बन्धेन इति स्पष्टतया वदतु. किं कस्मिन् केन सम्बन्धेन अस्ति इति वदतु. तत्र समवायसम्बन्धेन घटः कपाले अस्ति. किन्तु प्रकृतविषये, प्रकृतविषयं किं, कस्मिन् विषये इदानीं अस्माकम् अध्ययनम् इत्युक्ते तत्र प्रकृति इत्युक्ते स्वभावेन न अतः एव मया पृष्टः. तत्र प्रकृते इत्युक्ते स्वभावेन इति नास्ति. प्रकृते इत्युक्ते इदानीं कस्मिन् विषये अस्माकं चिन्तनं प्रवर्तमानमस्ति. आकाशस्य लक्षणं किल, आकाशस्य लक्षणग्रन्थे वयं स्मः. प्रकृते इत्युक्ते आकाशनिरूपणविषये. तत्र घटः कपालादिषु यथा समवायादिसम्बन्धैः वर्तते तथा इदानीं वदतु, तथा कः कस्मिन् केन सम्बन्धेन वर्तते. तथा आकाशे शब्दः इति समवायसम्बन्धेन अस्ति. कालिकेन कालः इति समवायसम्बन्धेन अस्ति. न कालिकेन काले इति समवायसम्बन्धेन इति वा, चिन्तयित्वा वदतु. कालिकेन कालिकासम्बन्धेन काले किमस्ति. संयोगसम्बन्धः वा तत्र. न कालिका इति सम्बन्धः. इदानीम् अत्र त्रयः विषयः वक्तव्यः. प्रथमं किम्, आदेयः कः, आधारः कः, अनयोः मध्ये किं कः सम्बन्धः इति वक्तव्यम्. इदानीं तत्र शब्दः इति आधारः, आकाशः क्षम्यतां शब्दः इति आधेयः, आकाशः इति अधिकरणम्, अनयोः मध्ये समवायसम्बन्धः अस्ति. शब्दः आकाशे समवायेन अस्ति. एवमेव किं कालिकासम्बन्धेन काले अस्ति. कालिकासम्बन्धेन कालः समवायसम्बन्धेन अस्ति. भगिनी कालिकासम्बन्धेन कालः समवायसम्बन्धेन अस्ति वा. कालिका इत्युक्ते कालः इत्युक्ते समयः एव. कालिकेन इत्युक्ते तत्र किम् अस्ति जि. कालः इति कीदृशपदार्थः कालः, एकनिमिषं, कालः इति कीदृशपदार्थः. प्रथमविभक्ति एकवचनं. पदार्थः इदानीं व्याकरणविषये मया न पृष्टं. पदार्थः द्रव्यं, द्रव्यमेव, द्रव्यमेव. कालम् इति कालः इति द्रव्ये कालिकासम्बन्धेन किं वर्तते. समवायसम्बन्धेन सम्बन्धः इदानीं तदेव अस्य वर्गस्य आरम्भे आदेयभावेन आधार आदेयभावेन वर्तते वा. न इदानीं कालिका इत्युक्ते किञ्चित् कालिका इत्युक्ते कालिका इति सम्बन्धः कालिका सम्बन्ध तदेव अस्माभिः इदानीम् अस्मिन्नेव वर्गे अस्माभिः अधीतं किल, पुनस्मारणं कृतं. समवाय इति सम्बन्धः, समवायसम्बन्धः, संयोगसम्बन्धः, कालिकासम्बन्धः, दैशिकसम्बन्धः, स्वरूपसम्बन्धः, विषयितासम्बन्धः, विषयितासम्बन्धः इति कालिकासम्बन्धः. कालिकेन इत्युक्ते कालिकासम्बन्धेन इति सम्बन्धेषु अन्यतमः अस्ति कालिकासम्बन्धः इति. अन्य कोऽपि साहाय्यं करोति वा. शब्दः कालिका इति द्रव्यम् अधिकरणम् अस्ति तत्र. कालः इति अधिकरणमस्ति. कस्य अधिकरणमस्ति. महाकालः न महाकालः इति अधिकरणमस्ति. शब्दस्य हा विजया भगिनी अवगच्छति वा? शब्दं तु आकाशे एव वर्तते खलु जि? एव इति नास्ति, शब्दः समवायसम्बन्धेन आकाशे वर्तते, कालिका शब्दः कालिकासम्बन्धेन काले वर्तते, पुनः शब्दः विषयितासम्बन्ध तत्र विषयिता इति भवेत्, तत्र मुद्रणदोषमस्ति, पुनः शब्दः विषयितासम्बन्धेन ज्ञाने वर्तते. अवगच्छति वा? तत्र संख्या इति तत्र अस्ति खलु जि, काले काले संख्या इति लेखितमस्ति खलु गुणः मध्ये, संख्या इति वा द्रव्यगुणयोः मध्ये काले इति आकाशः शब्दः स्वीकृतम्, अनन्तरं कालः संख्या एव स्वीकृतं तत्र खलु. न न, किमर्थं संख्याया संख्यायाः अत्र किमपि नास्ति वार्ता, संख्याविषये किमर्थम् अत्र वदति? प्रथमपृष्ठे कालः कालः इत्यस्मिन् संख्या इति दत्तं, तस्मिन् विषये भगिनी प्रायः वदति. किमर्थं चेत् आकाशः शब्दः आकाशः उपरि शब्दः इति गुणः अस्ति, काले काले अस्ति चेत् द्रव्यं तत्र गुणः तु संख्या इति लेखितमस्ति तत्र. तत् त्यजतु, किमर्थं तत्र इदानीम् अस्मिन् वाक्ये संख्या इति किमपि पदमस्ति वा? कालिकेन काले एव कालिकेन काले किम् अस्ति? शब्दः अपि अत्र पश्यतु, शब्दः इति पदं सर्वत्र अन्वयति, शब्दः कालिकेन काले वर्तते, शब्दः समवायेन आकाशे वर्तते, शब्दः विषयितासम्बन्धेन स्वविषयकप्रत्यये इत्युक्ते स्वविषयकज्ञाने शब्दात्मकज्ञाने वर्तते. अवगच्छति वा? विषयः इति ज्ञाने वर्तते. हा इति यथा वर्तते, यथा पूर्वम् अस्माभिः दृष्टं किल, एकमेव घटः, एकः एव घटः बहुषु अधिकरणेषु वर्तते, घटः समवायसम्बन्धेन कपाले वर्तते, घटः संयोगसम्बन्धेन भूतले वर्तते, पुनः घटः कालिकासम्बन्धेन महाकाले वर्तते, घटः विषयितासम्बन्धेन ज्ञाने वर्तते, घटः तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते, घटे एव वर्तते इति एकमेव एकः एव घटः बहुविध अधिकरणेषु वर्तते इति यथा दृष्टं तथा इव शब्दः समवायेन आकाशे वर्तते, कालिकासम्बन्धेन शब्दः काले वर्तते, विषयितासम्बन्धेन शब्दः स्वविषयकज्ञाने वर्तते इत्युक्ते शब्दात्मकज्ञाने वर्तते इति बहुविध आधेयताः शब्दे वर्तन्ते. अवगच्छति वा? हा हा, पूर्वम् एव वयं दृष्टवन्तः. आमां, तत्र केवलं अत्रापि यथा घट घटे विद्यमान आधेयता बहुविधाः सन्ति, अत्रापि शब्दे विद्यमान आधेयता बहुविधाः सन्ति. बहुविधा केन इत्युक्ते समवयसम्बन्धेन बहुत्वं तत्र लब्धम्. शब्दः समवायेन आकाशे अस्ति इति कृत्वा तत्र आधेयता केन अवच्छिन्ना भवति? शब्दत्व अवच्छिन्ना अपि च समवायसम्बन्ध अवच्छिन्ना इति भवति. इदानीं तत्र कालिकेन काले शब्दः कालिकेन काले वर्तते इत्यस्मिन् सम्बन्धे सन्दर्भे शब्दे विद्यमान आधेयता कालिकासम्बन्धेन अवच्छिन्ना अपि च शब्दत्वेन अवच्छिन्ना भवति इति अत्रापि समानवार्ता अस्ति इति अत्र उक्तम्. अवगच्छति किल भगिनी? अत्र स्वविषयकप्रत्यये इत्युक्ते तत्र किं किम् हा इदानीं पश्यतु विषयितासम्बन्धेन स्वविषयकप्रत्यये इत्युक्ते ज्ञाने इति अर्थः प्रत्ययः प्रत्ययम् इत्युक्ते ज्ञानम् इति प्रत्ययम् इत्युक्ते ज्ञानं कीदृशज्ञानं स्वविषयकप्रत्ययम् इत्युक्ते स्व शब्दात्मकज्ञानम् इति अर्थः सामान्यलौकिकभाषायां वदामश्चेत् तत्र यदा इदानीमहं वदन्नस्मि किल भवती मां शृणोति इदानीं भवत्यां तत्र ज्ञानम् उत्पन्नमस्ति कीदृशनादम् इति चेत् शब्दात्मकज्ञानम् उत्पन्नम् अस्ति तदेव अत्र उक्तमस्ति स्वविषयकप्रत्यये वर्तते इति बहुविधा आधेयताः शब्दे वर्तन्ते समीचीनम् इदानीं तत्र अग्रे विद्याभगिनी वदतु भगिनि अत्र अग्रिमवाक्यं पठित्वा वदामि वा आमां तासु कस्यापि प्रश्नः अस्ति वा एकः प्रश्नः अस्ति महोदय कालः द्रव्यमस्ति एवं शब्दः गुणः अस्ति तयोः मध्ये समवायसम्बन्धः एवं कालिकसम्बन्धः द्वयोः अपि भवितुम् अर्हतः न वा केवलं कालिकसम्बन्धः भवितुम् अर्हति मम चिन्तनं प्रश्नः समीचीनः कालः इति द्रव्यम् अपि च शब्दः इति गुणम् इति कृत्वा गुणद्रव्ययोः मध्ये तत्र समवायसम्बन्धः अङ्गीकृतः नैयायिकैः इति अस्माभिः अधीतम् अतः अत्रापि समवायसम्बन्धः भवितुमर्हति वा इति पृष्टे सति मम अवगमनम् एवमस्ति तत्र कालं तु एकमेव इदानीं कालस्य विषये अस्माभिः न अधीतम् अग्रे आयास्यति किन्तु कालम् एकम् इति कृत्वा तत्र कालिकासम्बन्ध एव भवति न तु समवायसम्बन्धः इति मम मनसि अस्ति सर्वा भगिनी समीचीनं वा आं महोदय कालिकसम्बन्धविशिष्टसम्बन्ध भवति अत्र किन्तु समवायसम्बन्धः न भवति अपि किल केवलम् अवयव अवयविनो एव समवायसम्बन्धः अत्र कालः अवयवी नास्ति अवयव अवयविसम्बन्धः नास्ति अवयव अवयविसम्बन्धः नास्ति किन्तु गुणद्रव्ययोः सम्बन्धः अस्ति किल शब्दः इति गुणं गुणगुणिनोः सम्बन्धः एव समवाय खलु अत्र गुणी नास्ति अत्र कालः गुणी नास्ति समीचीनं तदेव वार्ता समीचीनं गुणगुणिनोः गुणद्रव्ययोः नास्ति गुणगुणिनोः मध्ये एव समवायसम्बन्धः भवति अत्र कालः यद्यपि द्रव्यमस्ति तथापि गुणि नास्ति धन्यवादः इति कृत्वा तत्र केवलं कालिकासम्बन्धः एव भवति समीचीनं धन्यवादः विद्याभगिनी अग्रे एकवारं पठित्वा वदामि अत्र तासु या समवायसम्बन्ध अवच्छिन्न आदेयत तन्निरूपित अधिकरणतावत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उपात्तम् तर्हि अत्र अस्माकं लक्षणवाक्यम् आकाशस्य लक्षणवाक्यमस्ति शब्दगुणकम् आकाशं तच्च एकं विभुनित्यञ्च इति लक्षणवाक्यमस्ति तत्र शब्दः गुणः इति वयं जानीमः अत्र किमर्थं गुणपदं तत्र लक्षणवाक्ये किमर्थं गुणपदम् उपयुक्तम् इति चेत् अत्र स्थापितम् इति चेत् अत्र तस्य समाधानम् अत्र उच्यते यतोहि अत्र शब्दः आदेयः अस्ति तस्य अधिकरणमस्ति आकाशः शब्दः गुणः अपि अस्ति तर्हि आकाशः एव गुणी अस्ति गुणगुणिनोः अत्र समवायसम्बन्धः अस्ति समवायसम्बन्धस्य प्रदर्शनार्थम् अत्र समवायसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणतावत्त्वम् इति प्रदर्शनार्थम् अत्र प्रकृते लक्षणवाक्ये शब्दगुणकम् आकाशम् इति गुणपदं तत्र योजितं प्रयुक्तम् इति अत्र अस्ति अनन्तरं गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत् सम्बन्धावच्छिन्न आदेयत्वलाभः पुनः तदेव किञ्चित् भिन्नरीत्या दत्तमस्ति समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः समवायस्य प्राक् व्यवस्थापनेन तत्र गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन इति पठतु तत्र इतोपि गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः अत्र गुणपदेन तयोः समवायसम्बन्धः एव स्पष्टतया बोधयितुं तत्र गुणपदं स्थापितम्. अपि च पूर्वं वयं दृष्टवन्तः गुणपदं किमर्थं स्थापितम् इति चेत् अत्र शब्दः द्रव्यम् इति मीमांसकाः अङ्गीकुर्वन्ति, परन्तु अत्र शब्दः गुणः इति अपि अस्ति, इत्यपि वयं दृष्टवन्तः. परन्तु अत्र किमर्थं गुणः स्थापितः इत्युक्ते स्पष्टतया अत्र समवायसम्बन्धः गुणगुणिनोः समवायसम्बन्धः इति स्पष्टतया निर्देशनार्थम् अत्र गुणपदं स्थापितम् इति एव सारांशः. अपि च भगिनी अत्र पश्यतु, अग्रे आयास्यति, किञ्चिदिव वदामि. तत्र गुणपदं यद्भवत्या उक्तं तत् सत्यमेव. इदानीं गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः समवायसम्बन्ध यः समवायसम्बन्धः तस्य एव उपस्थिता, तत् सम्बन्ध अवच्छिन्न आधेयत्वलाभः इति. इदानीं गुणी आकाशः इति गुणी अस्ति इति कथं ज्ञातुं शक्यते? तत्र शब्दः इति गुणः श्रोतुं शक्यते, शब्दस्य श्रवणं भवितुम् अर्हति, किन्तु आकाशस्य प्रत्यक्षं न भवितुम् अर्हति. अत्र गुणः अत्र स्प्रष्टुम् अपि न शक्यते इति कृत्वा तत्र गुणपदस्य उपादानेन तत्र गुणि अस्ति, गुणि एव आकाशः इति अपि बोधितमस्ति अत्र. इत्युक्ते अत्र शब्दस्य अन्य अधिकरणः अन्यम् अधिकरणं न भवितुम् अर्हति, अतः अत्र आकाशः कल्पितः. इत्युक्ते यतोहि शब्दस्य अधिकरणं किमपि स्यात् इति कृत्वा आकाशस्य कल्पना कृतं खलु. आं, गुणित्वेन अधिकरणं न भवितुमर्हति इति वक्तव्यम्. इदानीमित्युक्ते शब्दः तु काले कालिकासम्बन्धेन वर्तते इति कृत्वा इदानीं शब्दस्य अधिकरणं कालः भवितुमर्हति, अपि च ज्ञानमपि अधिकरणं भवितुमर्हति, किन्तु गुणी न भवति. सत्यं सत्यं, गुणी न भवति, गुणी न भवति, गुणी अस्ति तत्र एव समवायसम्बन्धः. सत्यं सत्यम् इति कृत्वा तत्र आकाशः इति गुणी अस्ति इति बोधनार्थं किमर्थं तस्य बोधनम् आवश्यकम् इति चेत् तत्र प्रत्यक्षेण आकाशं न ज्ञातुं शक्यते, आकाशस्य स्पर्शनमपि न भवितुम् अर्हति इति कृत्वा आकाशः इति द्रव्यमस्ति इति कथं वा ज्ञातुं शक्यते इति चेत् अनेन गुणपदेन. तत्र शब्दः इति गुणः अस्ति चेत् तत्र गुणिः भवेत्, गुणी भवेत् इति कृत्वा तत्र गुणपदस्य योजनेन तत्र आकाशितं गुणी इति अपि निरूपितम् इति अवगन्तव्यम्. अस्तु, इत्थमेव ज्ञानाधिकरण आत्मा इत्यत्रापि अधिकरणपदं निवेशनप्रयोजनम् अग्रे वक्ष्यते. इत्युक्ते अत्र अग्रे ज्ञानस्य आत्मनः लक्षणवाक्यं ज्ञानाधिकरण आत्मा इति अस्ति, तत्र अधिकरणम् इति पदस्य प्रयोजनं किम् इति अग्रे वक्ष्यते. सत्यं, यथा अत्र गुणपदम् उपात्तमस्ति तत्र अधिकरणम् इति पदम् उपात्तम् आत्मनः लक्षणे, अधिकरणं ज्ञानाधिकरणम् आत्मा इति उक्तं. यथा अत्र शब्दगुणकम् आकाशम् इति उक्तं, तथा ज्ञानाधिकरणम् आत्मा इति उक्तं. तत्रापि अधिकरणम् इति पदं किमर्थं योजितम् इति चेत् ज्ञानम् इति गुणः तस्य अधिकरणं यत्किमपि भवेत् तद् अधिकरणमेव आत्मा इति बोधनार्थं तत्र अधिकरणपदम् उपात्तं. किन्तु इदानीं तत्र तावदेव अवगन्तव्यम्, इतोपि अग्रे गत्वा आत्मनः लक्षण विषये यदा चर्चा भवति तत्र इतोपि अधिकज्ञानं प्राप्स्यते. किन्तु एतावत् अत्र एतदेव ज्ञातव्यं, तत् अधिकरणम् उपात्तम् आत्मा इत्यस्मिन् लक्ष्ये. किमर्थम् अधिकरणम् इति उपात्तं? तत्रापि गुणः ज्ञानमिति गुणः, गुणमिति किमर्थं न स्थापितं तत्र अधिकरणम् इति? अत्रापि अधिकरणं शब्द अधिकरणम् आकाशः इति किमर्थम् अत्र नास्ति तत्र अस्ति? हा तत्र किञ्चित् भिन्नचिन्तनमस्ति, एवमेव एता तावदेव वदामि अत्र. इदानीम् आकाशस्य प्रत्यक्षं न भवितुम् अर्हति इति नैयायिकानां मतम्. अतः आकाशः इति गुणि अस्ति इति निरूपणार्थं गुणपदं योजितं. किन्तु आत्मनः विषये आत्मा मनसा द्रष्टुं शक्यते इति नैयायिकानां मतं. मनः इति आन्तर इन्द्रियमस्ति, तेन आत्मा ग्रहीतुं शक्यते, आत्मनः प्रत्यक्षं भवितुम् अर्हति इति नैयायिकानां मतम्. अतः तत्र गुण इति वदनस्य आवश्यकता नास्ति. तत्र अधिकरणम् आत्मा ज्ञानम् इति गुणस्य अधिकरणम् इति उक्तं तत्र. किमर्थमित्युक्ते आत्मा इति मनसा ज्ञातुं शक्यते. इति कृत्वा तत्र अधिकरणम् इति पदं योजितं, न तु गुणम् इति. अत्र अपि च अत्र विशेष अत्र पूर्वस्मिन् पृष्ठे अत्र दत्तमस्ति खलु, अत्र गुणः इति द्रव्यं नास्ति, शब्दः इति द्रव्यं नास्ति इति प्रदर्शनार्थम् अपि अत्र गुणपदं योजितम्. आम् इति केचित् वदन्ति, किन्तु तत् मीमांसकानां निराकरणार्थम् अत्र तत्र अन्यत्र सर्वत्र तादृशलक्षणवाक्ये तादृश किमपि नास्ति किल. इदानीं पृथिव्याः लक्षणे नो चेत् वायोः लक्षणे तत्रापि तेषां मतभेदः भवितुमर्हति. नैयायिकानाम् अपि च मीमांसकानां मीमांसकयोः मध्ये मतभेदः भवितुमर्हति इति एवमेव उक्तं तत्र. मुख्यवार्ता तद् नास्ति. अत्र गुणि आकाशम् इति आकाशः इति गुणि अस्ति इति बोधनार्थम् अत्र गुणपदं योजितं. किमर्थमित्युक्ते आकाशस्य प्रत्यक्षं न भवितुमर्हति, किन्तु आत्मनः प्रत्यक्षं भवितुमर्हति, मनसा तस्य प्रत्यक्षं जायत्येव इति कृत्वा तत्र गुणम् इति वदनस्य आवश्यकता नास्ति. तत्र अधिकरणम् इति वदामश्चेत् ज्ञानम् इति गुणमस्ति, तस्य अधिकरणं भवति आत्मा इति बोधः. किन्तु समवायसम्बन्धः एव तत्रापि बोधितम् अस्ति. इति वार्ता अस्ति अत्र. अत्र आत्मनः प्रत्यक्षं भवति इति उक्तं, परन्तु प्रत्यक्षम् इत्युक्ते अत्र ज्ञानमेव खलु, आत्मनः ज्ञानम्. आत्मनः ज्ञानम् इत्युक्ते प्रत्यक्षं भवति चेत् तस्मिन् आत्मनि महत्त्वम् अथवा उद्भूतरूपम् अस्ति चेदेव प्रत्यक्षं भवति, परन्तु आत्मनि रूपमपि नास्ति अपि च इत्यस्मिन् विषये एव समीचीनप्रश्नः. इत्यस्मिन् विषये एव इदानीं स्मः. कस्य प्रत्यक्षयोग्यता कथं भवति, के निकषाः सन्ति, काः निकषाः सन्ति प्रत्यक्षार्थम् इत्यस्मिन् विषये एव इदानीम् अस्माकम् अग्रे अस्माकं चर्चा भवति. तत्र अस्य प्रश्नस्य उत्तरं पश्यामः. अस्तु, धन्यवादः. इदानीं श्रीराम महोदय अग्रिम वाक्यं पठति वा. नमस्ते महोदय, श्रूयते वा? हा श्रूयते महोदय. लक्षणवाक्ये लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत एकमिति जिज्ञासयामाः तच्चैकमिति अयमाशयः. लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना. लक्षणवाक्येन अवगच्छामि महोदय. इदानीं तत्र पश्यतु, लक्षणवाक्यम् आकाशस्य लक्षणवाक्यं किम्? शब्दगुणकम् आकाशं किल. शब्दगुणकम् अस्तु महोदय. इदानीं शब्दगुणकम् आकाशम् इति लक्षणवाक्यम् आकाशस्य, यथा गन्धवती पृथिवी इति. तदनन्तरम् इदानीं यदि इदानीं तत्र लक्षणं निरूपितम् अस्ति चेत् तदनन्तरम् अस्माकम् आकाङ्क्षा कुत्र भवति इति चेत् तत्र पृथिव्याः लक्षणवाक्यं भवतः पार्श्वे अस्ति वा? सप्तत्रिंशत् तमपुटे अस्तु महोदय. अस्तु महोदय, पठतु महोदय, तत्र एकवारं पठतु तत्र वाक्यम् उद्देशग्रन्थानुसारेण. न तत्र तत्र गन्धवती पृथिवी इति अस्ति किल, गन्धवती पृथिवी सा द्विधा नित्या अनित्या च, नित्या परमानुरूपा अनित्या कार्यरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्. हा इति तावत् तावत् तावत् तावत् पर्याप्तं, तावत् पर्याप्तम्. अत्र पश्यतु, यथा अत्र तत्र गन्धवती पृथिवी सा द्विविधा नित्या अनित्यात् अनित्या च, नित्या परमाणुरूपा अनित्या कार्यरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् इति इदानीं यत्र पृथिव्याः लक्षणे अस्माभिः अधीतं, तत्र परमाणवः कानि इति चेत् तत्र बहवः परमाणवः सन्ति पृथिव्याः, अपि च कार्यरूपा, तत्र कार्यरूपा इत्युक्ते नित्या नित्या अनित्या इति प्रथमं द्विविधा विभजितम् अस्ति. नित्या तु परमाणुरूपा, पृथिव्याः परमाणवः बहवः सन्ति, एकमिति नास्ति. अपि च तेषां कार्यं संयोजनेन तस्य कार्यं भवति, तदपि त्रिविधा भवति, शरीर इन्द्रियविषयभेदात् इति अस्ति. इदानीं तादृशम् आकाशस्य लक्षणे अपि लक्षणवाक्येन आकाशे ज्ञाते सति तत् किं पृथिव्यादिवत् नाना उत एकमिति जिज्ञासा अस्माकं मनसि भवति. तत्रापि एतादृशं नित्य नित्य अनित्य कार्यरूपा त्रिविधा इति एतादृशं किमपि अस्ति वा इति जिज्ञासायाम् आह तच्च एकमिति एकमिति अस्तु, आकाशस्तु एकः एव, एकः एव, एकः एव इति कृत्वा तत्र नित्य अनित्य इति भवितुमर्हति वा? न भवति. हा पुनः कार्य कार्यं कारणम् इति तादृशं भवितुमर्हति वा? न भवति महोदय. पुनः तत्र शरीर इन्द्रियविषयभेद इति इति इति वक्तुं शक्यते वा? न भवति, न भवति. हा इति इदानीम् अस्माकं जिज्ञासा जिज्ञासायाः शमनम् अभवत्. एकमेव आकाशः इति उक्तम्. तत्र किमर्थम् एकमेव इति उक्तं, कथं वा एकमेव इति साधितम् इत्यस्मिन् विषये अग्रे पाठः प्रचलति. प्रतिनियतग्राह्याः गुणाः इति अस्मिन् पाठस्य प्रवेशनस्य पूर्वं किञ्चित् पृष्ठभूमिका आवश्यकता अस्ति, अतः किञ्चिदिव सम्भाषणं कुर्मः. इदानीं भवान् एव श्रीराममहोदय, भवान् एव वदतु, सप्तपदार्थाः सन्ति अपि च नवद्रव्याणि सन्ति किल, नवद्रव्याणि कानि इति वदति वा एकवारं? पृथिवी, आप् तेजोवायु, वायु आकाश, दिग् आत्ममनां कालदिक्सि. पृथिवी, अप् तेज, वायु, आकाश, आकाश, काल, काल, आत्मा, मनांसि, मनांसि इति सप्त द्रव्याणि सन्ति. सारी, क्षम्यतां, नवद्रव्याणि सन्ति. नवद्रव्याणि. हा इदानीं येषु द्रव्येषु कस्य प्रत्यक्षं भवितुमर्हति इति भवतः चिन्तनं किम्? पृथिवी, पृथिव्याः, पृथिव्याः प्रत्यक्षं भवितुमर्हति अस्ति. अनन्तरम् आपः प्रत्यक्षं भवितुमर्हति. अनन्तरं तदनन्तरं वायु, अग्नि, अग्नि, तेजसः प्रत्यक्षं भवितुमर्हति. वायोः प्रत्यक्षं भवितुमर्हति. वायोः प्रत्यक्षं, वायोः प्रत्यक्षं स्पर्शेन भवितुम्. हा वायोः स्पर्शनं भवितुम् अर्हति, दर्शनं न भवितुम् अर्हति, किन्तु स्पर्शनं भवितुम् अर्हति. तत् प्रत्यक्षमिति स्वीकरोति वा? हा, तदपि अग्रे तत्रापि मतभेदः अस्ति. इदानीं स्प्रष्टुं शक्यते इति स्वीकुर्मः. पृथिव्याः द्रष्टुं शक्यते, अपि च आपः तस्य द्रष्टुं शक्यते, तेजसः द्रष्टुं शक्यते, किन्तु वायुः, वायोः दर्शनं न भवति किन्तु स्पर्शनं भवितुम् अर्हति. इदानीम् आकाशः, आकाश शब्देन वयं तस्य अस्तित्वं ज्ञातुं शक्यते. हा, किन्तु प्रत्यक्षं भवितुमर्हति वा? प्रत्यक्षं नास्ति. प्रत्यक्षेन आकाशस्य ज्ञानं न भवितुमर्हति, आकाशं न ज्ञातुं शक्यते प्रत्यक्षेन. कालः, कालः अपि न प्रत्यक्षम् इति अहम्. आम्, सत्यं, कालः द्रष्टुं न शक्यते किल. तत्र यत् यद् घटी अस्ति तद् उपाधिः एव. घटिः साक्षात् कालम् इति न वक्तुं शक्यते. अस्तु, घटी साक्षात् कालम् इति न वक्तुं शक्यते किल. अस्तु. हा, इदानीं देशः, दिक् दिक् दिक् द्रष्टुं शक्यते. कथं? पूर्वदिक् इति अस्ति. तत्रापि पूर्वम् इति यत्र भवान् तिष्ठति तदपेक्षया पूर्वम् इति तादृशं वक्तुं शक्यते. किन्तु साक्षात् दिक् कुत्र अस्ति इति यथा आकाशः तथा दिशः अपि दर्शनं अपि च स्पर्शनं द्वयमपि न कर्तुं शक्यते, इत्युक्ते प्रत्यक्षं न भवति इति. अपि च आत्मा सर्वत्र नास्ति इति दिशः दर्शनं भूमौ अस्ति. भूमौ यत्र कुत्रापि वा वयं स्मः तत्र एतत् पूर्वदिश, एतत् उत्तरम् इति वक्तुं शक्यते. अन्यत्र इति व्यवहारं कर्तुं शक्यते. इति व्यवहारं यथा घटाकाशः, मटाकाशः, पटाकाशः इति व्यवहारं कर्तुं शक्यते उपाधिं स्वीकृत्य. घटे विद्यमान आकाशस्य नाम घटाकाशः. अस्तु. पटे तत्र मठे विद्यमानस्य आकाशस्य नाम पटाकाशः. वदतु भगिनि. प्रश्नः, सूर्य उदयं, सूर्य अस्तमनम् एतत् दृष्ट्वा वयं प्रत्यक्षं ज्ञातुं शक्नुमः खलु? एतत् नो, तत्र व्यापारमेव. कालस्य, आं, सूर्य अस्तमनकालं, सूर्योदयकालम् इति व्यापारं कुर्मः यथा घटाकाशः, मटाकाशः इति. किन्तु साक्षात् तस्य दर्शनं न भवितुमर्हति, नो चेत् स्पर्शनमपि न भवितुमर्हति. भवतु, इतोपि अस्मिन् विषये एव इतोपि गभीरचिन्तनं भवति. तावत्पर्यन्तं किञ्चिदिव प्रतीक्षणं करोतु, प्रतीक्षां करोतु. हा, आत्मा, आत्मनः प्रत्यक्षम् अस्ति, न तु इन्द्रियैः. हा, न तु इन्द्रियैः, किन्तु मनसा तस्य प्रत्यक्षम् अर्हि भवति इति नैयायिकानां मतम्. अनन्तरं मनः प्रत्यक्षम् अस्ति. मनसः प्रत्यक्षं मनसा भवति वा? मनेन, मनसा इति वक्तव्यं. मनस तृतीयविभक्ति मनसा इति भवति. मनसा तत्र तादृशचिन्तनमस्ति. अस्तु महोदय. अस्तु, इदानीं पृथिव्याः दर्शनं किमर्थं भवति, केन कारणेन भवति? चक्षुरिन्द्रियैः. न, केन इन्द्रियेण भवति इति चेत् चक्षुरिन्द्रियेणापि भवति. केवलं चक्षुरिन्द्रियेण वा, नो चेत् गन्धः अस्ति. हा, गन्धः अस्ति इति कृत्वा तदपि ज्ञानं भवितव्यं, ज्ञानं भवितव्यं किल. आम्, तदेव मम प्रश्नः. तत्र केन इन्द्रियेण किं वदति ज्ञानेन्द्रियेण इति वा ज्ञानमस्ति चेत् द्रष्टुं शक्यते अवगमनम् अपि कर्तुं शक्यते किल न न न यदा पश्यामश्चेत् तदनन्तरमेव ज्ञानं भवति किल भवती विपरीतरीत्या वदति ज्ञानमस्ति चेत् द्रष्टुं शक्यते इति नास्ति ज्ञानस्य विषयं न वैशिष्ट्यं गन्धः एव भगिनी एकैकं वदतु कृपया सर्वे मिलित्वा वदति चेत् तत्र कस्या एकनिमिषं तत्र विजया भगिनी एकनिमिषं प्रथमं विजी भगिनी वदति तदनन्तरं भवती वदतु भवत्याः मम प्रश्नं प्रथमतया द्रष्टुं शक्यते तदनन्तरं ज्ञानं वर्तते वा सत्यम् आम् इदानीं दर्शनस्य अनन्तरमेव ज्ञानं भवति किल मनसि इदानीं चक्षुः निमील्य उन्मील्य वयं यत्किमपि द्रष्टुं शक्यते वा न शक्यते न शक्यते दर्शनं न भवति चेत् ज्ञानं न भवत्येव अस्माकं पुरतः घटः भवति चेदपि तस्य ज्ञानं न प्राप्तुं शक्नुमः अस्तु महोदय विजयभगिनी वदतु पृथिव्याः प्रथमलक्षणं विशिष्टलक्षणं गन्धः एव प्रथमतया आम् सत्यं किन्तु मम प्रश्नः कः इदानीं पृथिवी केन केन इन्द्रियेण ज्ञातुं शक्यते इति प्रथमप्रश्नं नासिकाया न ग्राणेन्द्रियेण किं ज्ञातुं शक्यते गन्धं ज्ञातुं शक्यते हा ज्ञान ग्राणेन्द्रियेण केवलं गन्धमेव ज्ञातुं शक्यते आं पृथिवी न ज्ञातुं शक्यते किल यद्यपि गन्धः पृथिव्यां वर्तते तथापि ग्राणेन्द्रियेण केवलं गन्धमेव ज्ञातुं शक्यते न तु तस्य आधारी आधारभूत पृथिवी आम् जि हा अतः ग्राणमत्र न वक्तव्यम् अस्तु इदानीं श्रीराम महोदय भवानेव वदतु तदा चक्षुरिन्द्रियैः इन्द्रेणैव महोदय हा चक्षुरिन्द्रियेण पृथिव्याः ज्ञानं भवितुमर्हति केवलं चक्षुरिन्द्रियेण इति वा नो चेत् केवलं चक्षुरिन्द्रियं पर्याप्तं ज्ञानं मनः अपि अवश्यं यः अन्धः अस्ति सः पृथिवी न ज्ञायते वा स्पर्शेन्द्रियेण त्वगिन्द्रियेण स्पर्शः इति गुणः त्वगिन्द्रियम् इन्द्रियमिति गुणं त्वक् इति इन्द्रियमस्ति त्वगिन्द्रियम् अतः पृथिव्याः ज्ञानं चक्षुरिन्द्रियेण अपि च त्वगिन्द्रियेण भवति इदानीं चक्षुरिन्द्रियेण पृथिव्याः ज्ञानं भवति इति अस्माभिः अङ्गीकृतं तस्य कारणं किं किमर्थं पृथिव्याः ज्ञानं चक्षुषा भवितुमर्हति पृथिव्यां किम् अस्ति रूपमस्ति हा इति मुख्यवार्ता पृथिव्याः पृथिव्यां यद् रूपमस्ति तद् चक्षुषा गृह्यते इति कृत्वा पृथिवी अस्ति इति अपि ज्ञातुं शक्यते चक्षुषा अस्तु अनेन तर्केण किं लब्धम् यस्मिन् रूपमस्ति तस्य दर्शनं भवितुम् अर्हति दर्शन योग्यता अस्ति प्रत्यक्षयोग्यता अस्ति इति ज्ञातुं शक्यते किल अस्तु महोदय हा इति एका निकषा अस्ति रूपं भवेत् इदानीं जलौ रूपमस्ति वा जले रूपमस्ति वा जलस्य रूपं तादृशं नास्ति अवच्छि यत्र अवच्छिन्नं भवति अवच्छिन्नं भवति तत्र रूपं स्वीकरोति. अन्येषां चिन्तनं किमस्ति? जले रूपमस्ति वा? अस्ति. कीदृशरूपमस्ति? पात्रे स्थापितम् एव. नो, रूपम् इत्युक्ते इदानीं रूपम् इत्युक्ते वर्णं, न तु आकारः. समीचीनम् अभास्वरशुक्लरूपम् इति रूपं जले अस्ति इत्यतः जलस्य दर्शनं भवितुम् अर्हति. एवमेव इदानीं तेजसि रूपमस्ति वा? अस्तु. कीदृशरूपमस्ति? स्वर्ण भास्वरशुक्लरूपं. भास्वरम् इत्युक्ते शैनिङ्ग्. अभास्वरम् इत्युक्ते नान् शैनिङ्ग्. शुक्ल इत्युक्ते वैट्. भास्वरशुक्लरूपं तेजसि अस्ति, अभास्वरशुक्लरूपं जले अस्ति. अपि च अन्य सर्वविधरूपाणि पृथिव्याम् अस्ति इति कृत्वा, रूपमस्ति इति कृत्वा तत्र पृथिवी अपि च जलम् अपि च तेजः अनयोः दर्शनं भवितुम् अर्हति इति अस्ति. अस्तु, इदानीं बालसुब्रह्मण्य महोदय. बालसुब्रह्मण्य महोदय अस्मि. वायोः विषये का गतिः? वायौ रूपमस्ति वा? रूपरहितस्पर्शवान् वायुः इति एव रूपस्य वायोः लक्षणं किल, रूपरहित इति अस्ति. अतः वायौ रूपं नास्ति. अतः वायोः दर्शनं कर्तुं शक्यते वा? दर्शनं कर्तुं न शक्यते, किन्तु सत्यं तस्य स्पर्शनं कर्तुं शक्यते. वायोः स्पर्शनं भवितुमर्हति, किन्तु दर्शनं न भवितुमर्हति. अतः त्वचा वायुः ज्ञातुं शक्यते. इदानीं आकाशः. आकाशम् आरभ्य पञ्चद्रव्याणि किल अस्ति किल, आकाश, दिक्, काल, आत्म, मनः इति, एतेषां दर्शनं भवितुमर्हति वा चक्षुषा? दर्शनं न शक्यते. किमर्थं? रूपं नास्ति इत्यतः. समीचीनं, रूपं नास्ति इत्यतः तेषां दर्शनं न भवत्येव इति वार्ता. अतः चक्षुषा, पृथिवी, जलं, तेजः एते एव ग्रहीतुं शक्यते इति तु एकम्. अपि च वायोः ग्रहणं तत्र त्वचा भवति. वायौ स्पर्श वायोः स्पर्शनं भवितुमर्हति इति कृत्वा त्वचा वायुः अस्ति इति ज्ञातुं शक्यते इति अस्ति. अपि च अनेन तर्केण अस्माभिः किं ज्ञातम् इति चेत्, रूपवत्त्वं रूपं भवेत्. रूपमस्ति चेदेव चक्षुषा ग्रहीतुं शक्यते इति अपि अस्माभिः लब्धम्. इदानीम् इतोपि किञ्चित् अस्मिन् विषये चर्चयामः. तत्र पृथिव्याः लक्षणे अस्माभिः अधीतं, तत्र द्विधाः, नित्या अनित्या च. नित्या तु परमाणुरूपा इति अधीतम्. इदानीं पृथिव्याः परमाणुषु रूपमस्ति वा न वा? रूपं नास्ति चेत् अस्ति अस्ति महोदय. हा हा, इदानीमेव तत्र पृच्छन् अस्मि. समीचीनं, रूपमस्ति किमर्थं रूपम् अस्ति इति स्वीकर्तव्यं, कथं वा ज्ञातुं शक्नुमः रूपमस्ति इति? द्रष्टुं न शक्यते प्रायः, किन्तु प्रायः इति नास्ति, परमाणूनां दर्शनं भवितुमर्हति वा? वयं द्रष्टुं शक्यते वा? न, न शक्यते. किमर्थं परमाणूनां दर्शनं न भवति? हा, तत्र सूक्ष्मरूपेण स्थूलरूपेण इति यत् लौकिकभाषया भवत्या उक्तं तत्तु सत्यमेव, किन्तु नैयायिकाः किं वदन्ति, परिमाणम् इति एकं गुणं स्वीकुर्वन्ति ते. परिमाणं परमाणवः परमाणुपरिमाणमस्ति, येषां परमाणुपरिमाणमस्ति तेषां दर्शनं न भवति इति इदानीं द्वितीयनिकषः अस्ति. प्रथमनिकषः तु रूपं भवेत्, रूपमस्ति चेदेव द्रष्टुं शक्यते यस्य कस्यापि, रूपं नास्ति चेत् न द्रष्टुं शक्यते एव. आकाशः सर्वत्र वर्तते, बृहत् अस्ति, तथापि तस्य दर्शनं न भवितुमर्हति. किमर्थम् इत्युक्ते आकाशे रूपं नास्ति इत्यतः. किन्तु रूपमस्ति चेत् सर्वस्य दर्शनं निश्चयेन भवेत् इति अपि नास्ति. किमर्थम् इत्युक्ते तत्र परिमाणमपि किञ्चिदिव बृहत् भवेत्. परमाणुपरिमाणम् अस्ति चेत् तस्य दर्शनयोग्यता नास्ति, तस्मिन् तस्य दर्शनयोग्यता नास्ति इति नैयायिकानां मतम्. ते किं वदन्ति तत्र परिमाणस्य विभजनं ते कुर्वन्ति, कथम् इति चेत् परमाणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति त्रिधा विभजितं परिमाणं. परमाणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति त्रिधा विभजितं. यत् परम यत् ये परमाणुपरिमाणं यस्मिन् परमाणुपरिमाणम् अस्ति ते दर्शन अनर्हाः, इत्युक्ते तेषां दर्शनं न भवति. रूपमस्ति चेदपि तेषां दर्शनं न भवति इति नैयायिकाः स्वीकुर्वन्ति. येषां परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, परमाणुपरिमाणभिन्नपरिमाणम् इत्युक्ते किम् इदानीं कोऽपि वदतु? भवानेव उक्तवान् किल, मध्यम. हा, समीचीनं, मध्यमपरिमाणम् अपि च महान् परममहत् परिमाणं. परममहत्, हा, इत्युक्ते तत्र परम परिमाणस्य त्रिधा विभजितम् अस्ति. तत्र परमाणुपरिमाणम् इति एकं, मध्यमपरिमाणम् इति द्वितीयं, परममहत्परिमाणम् इति तृतीयं. परमाणुपरिमाणभिन्नपरिमाणानां प्रत्यक्षयोग्यता अस्ति इति नैयायिकैः अङ्गीकृतम्. इत्युक्ते मध्यमपरिमाणस्य येषां मध्यमपरिमाणमस्ति तेषां दर्शनं भवितुमर्हति, येषां परममहत्परिमाणमस्ति तेषामपि दर्शनं भवितुम् अर्हति. किन्तु केवलं परिमाणं मध्यमपरिमाणं नो चेत् परममहत्परिमाणमस्ति चेत् तस्य दर्शनं भवितुमर्हति इति न, तस्मिन् रूपमपि भवेत्, रूपमपि भवेत् अपि च परमाणुपरिमाणभिन्नपरिमाणमपि भवेत् इति निकषाद्वयं पूरितमस्ति चेत् तस्य तत्र प्रत्यक्षयोग्यता भवति. प्रत्यक्षयोग्यता इति इदानीं तत्र दर्शनयोग्यता, चक्षुषा द्रष्टुं शक्यते इति तादृशयोग्यता भवति. अस्ति एकः प्रश्नः परमाणु इत्युक्ते ब्रह्मम् एव खलु परमाणु इत्युक्ते ब्रह्मं वा परमाणु इत्युक्ते न न परमाणवः परमाणु इत्युक्ते आटम्स् आटम्स् ए टि ओ एम् एस् परमाणवः पुनः खण्डनं कर्तुं न शक्यते येषां येषाम् अवयवः नास्ति खण्डनं न कर्तुं शक् पुनः पुनः खण्डनं शक्यम् अनन्तरम् अनन्तरम् अत्यन्तरूपेण एव खण्डनं न शक्नुमः इत्युक्ते अन्ततो गत्वा इदानीं घटः इति स्वीकुर्मश्चेत् घटस्य खण्डनं कुर्मश्चेत् तत्र कपालः लभ्यते कपालस्य खण्डनं कुर्मश्चेत् तत्र कपालिका लभ्यते इति तत्र खण्डनं कृत्वा कृत्वा कृत्वा अन्ततो गत्वा यत्किमपि अवयवः भवेत् यस्य खण्डनं न भवितुमर्हति इति तादृश तादृशपदार्थः तादृशद्रव्यमेव परमाणवः परमाणु इति स्वीकृतं परमाणुः इति स्वीकृतं नैयायिकैः इत्युक्ते यस्य खण्डनं न भवति इति चेत् यस्य अवयवः नास्ति इति अवगच्छति वा अस्तु इदानीम् इतोपि किञ्चित् तत्र निकषाद्वयम् अस्माभिः दृष्टं रूपं भवेत् अपि च परमाणुपरिमाणभिन्नपरिमाणं भवेत् इति चेदेव तत् प्रत्यक्षं भवितुमर्हति तस्य दर्शनं भवितुमर्हति इति पुनः इतोपि तत्र रूपस्य द्विधा विभजितमस्ति उद्भूतरूपम् अनुद्भूतरूपम् इति उद्भूतरूपम् अनुद्भूतरूपम् इति तत्र नैयायिकाः किम् अनु उद्भूतरूपम् इत्युक्ते किम् इति चेत् उत्कटम् उत्कटम् इत्युक्ते सम्यक्तया द्रष्टुं शक्यते इति इति यदस्ति तदेव उद्भूतरूपम् इति नैयायिकाः वदन्ति तत्र महोदयेन साक्षात् उक्तम् उत्कटम् एकनिमिषम् अन्यदपि अनेन उक्तं वदामि सम्यक् सम्यक् दृश्यमानम् इति अस्ति तस्य अर्थः उद्भूतरूपम् इत्युक्ते सम्यक् दृश्यमानम् उत्कटम् इति अर्थः यस्य उद्भूतरूपम् अस्ति तस्य एव दर्शनं भवितुम् अर्हति तस्य एव द्रष्टुं शक्यते इति नैयायिकाः वदन्ति इदानीं तादृश द्रव्यं यत्किमपि अस्ति वा यस्मिन् रूपमस्ति किन्तु उद्भूतरूपं नास्ति इति तादृशद्रव्यं किमपि अस्ति वा इति चेत् अस्ति एव इति अस्ति इदानीं तत्र किञ्चिदिव समयः अस्ति यतः इदानीं पञ्चाशततमपुटे अनुभूतरूपम् इत्युक्ते अनुभूतं नास्ति उद्भूतम् उद्भूतम् अनुद्भूतम् उद्भूतम् उद्भूतम् अनुद्भूतम् उद्भूतम् इत्युक्ते सम्यक्तया दृष्टमानम् अनुद्भूतम् इत्युक्ते यत् सम्यक्तया न दर्शयितुं द्रष्टुं शक्यते तदेव यथा भावः अभावः इति वदामः तत्र नञ् प्रत्ययं योजयित्वा एवमेव उद्भूतम् अनुद्भूतम् अनुद्भूतरूपम् इति भवति इदानीं सर्वे पश्यन्तु पञ्चाशततमपुटे अधोभागे एकं चित्रमस्ति के प्रत्यक्षयोग्याः इति इदानीं घटः इति अस्ति तत्र आवरणे किमपि लिखितमस्ति इदानीं मास्तु घटः अस्ति घटस्य उद्भूतरूपमस्ति अपि च परमाणुपरिमाण अतिरिक्तपरिमाणम् इत्युक्ते भिन्नपरिमाणम् अस्ति परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति इति कृत्वा घटं द्रष्टुं शक्यते. इदानीं तत्र अग्रिमपुटं गच्छन्तु सर्वे, 51 एकपञ्चाशत्तमपुटे न प्रत्यक्षयोग्याः इति अस्ति. अस्मिन् विषये किञ्चिदिव अहं वदामि, तदनन्तरं किञ्चित् भवन्तः एतत् चित्रं किञ्चिदिव तत्र पठन्ति चेत् अग्रिमवर्गे इतोपि सरलतया अस्माकम् अधीतुं शक्यते. अतः किञ्चिदिव वदामि, न प्रत्यक्षयोग्याः इति. अत्र प्रथमं पश्यतु, मनः इति आरभ्य अहं वदामि. मनः इति अस्ति, मने मनसि रूपं नास्ति. वयं तु इदानीमेव उक्तवन्तः पृथिवी जलं तेजसि इति, तत्र त्रिषु द्रव्येषु एव रूपम् अस्ति. मनसि रूपं नास्ति. अपि च मनसः परिमाणं किं? परमाणुपरिमाणभिन्नपरिमाणं न वर्तते. नैयायिकानां मतानुसारं मनः परमाणुपरिमाणमेव, मनसः परिमाणं परमाणुपरिमाणमेव. अपि च तस्मिन् रूपं नास्ति इति कृत्वा तत्र निकषाद्वयमपि न पूरितम् इति कृत्वा मनसः प्रत्यक्षं न भवितुम् अर्हति इति तेषां मतम्. इदम् इदानीं तस्मात् उपरि उद्भूतरूपमस्ति, परमाणुपरिमाणभिन्नपरिमाणं नास्ति. केषां? पृथिव्यादित्रिकस्य परमाणुद्वयणुकम्. इदानीं पश्यतु, पृथिवी जलं तेजः, तेषां तत्र द्विधा विभजितम् अस्ति, नित्यम् अनित्यं च इति. नित्यं तु परमाणुरूपम् इति अस्ति इति कृत्वा तत्र पृथिव्यायाः परमाण्वः सन्ति, अपि च जलस्य अपि च तेजसः परमाणवः सन्ति. तेषु परमाणुषु, पृथिव्यादिकित्रिकस्य परमाणुषु उद्भूतरूपं नास्ति. क्षम्यताम्, उद्भूतरूपम् अस्ति. उद्भूतरूपमस्ति चेत् तत् द्रष्टुं शक्यते, किन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कृत्वा पृथिव्यादित्रिकस्य परमाणवः न द्रष्टुं शक्यते. केवलं परमाणवः इति नास्ति, परमाणुद्वयं यदा परमाणुद्वये यदा संयोगः भवति तदा जणुकम् इति नूतन कार्यं लभ्यते, तस्यापि परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति नैयायिकाः वदन्ति. किमर्थं तादृशं ते वदन्ति इति इदानीं मास्तु. केवलं परमाणवः परमाणूनां परमाणुपरिमाणम् अस्ति इति नास्ति, द्वयणुकानामपि परमाणुपरिमाणम् अस्ति इति नैयायिकानां मतम्. अतः यद्यपि पृथिव्यादित्रिकस्य परमाणूनाम् अपि च द्वयणुकानाम् उद्भूतरूपमस्ति, किन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति. अत्र मनसः विषये रूपं नास्ति, परमाणुपरिमाणभिन्नपरिमाणमपि नास्ति इति कृत्वा तत्र निश्चयेन मनसः प्रत्यक्षं न भवति. किन्तु पृथिव्यादित्रिकस्य परमाणूनाम् उद्भूतरूपम् अस्ति, किन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति. इदानीं तृतीयं, रूपं नास्ति किन्तु परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. केषां? वायुप्रभृतिद्रव्याणि. इदानीं वायुः अपि च आकाशः इति वायु आरभ्य षड् द्रव्याणि सन्ति किल, तेषां परमाणुपरिमाणभिन्नपरिमाणम् अस्ति एव, किन्तु तथापि तस्य प्रत्यक्षं न भवति. किमर्थम् इत्युक्ते तेषु रूपं नास्ति इत्यतः. अतः वायुप्रभृतिद्रव्याणि अपि च विशेषतश्च त्वगिन्द्रियं वायवीयं श्रोत्रियेन्द्रियम् आकाशम् आकाशस्वरूपञ्च इति कृत्वा त्वगिन्द्रियस्य त्वगिन्द्रियं वायवीयम् अस्ति किल, त्वगिन्द्रियं कीदृशं इति अस्ति चेत् वायवीयम् अस्ति त्वगिन्द्रियं, वायौ रूपं नास्ति अतः त्वगिन्द्रिये अपि रूपं नास्ति इति कृत्वा त्वगिन्द्रियस्य दर्शनं न कर्तुं शक्यते. श्रोत्रेन्द्रियस्यापि, इदानीम् इन्द्रियस्य विषयम्, इन्द्रियेण अन्यस्य इति नास्ति, साक्षात् इन्द्रियस्यपि दर्शनं न भवति इति वार्ता अत्र. त्वगिन्द्रियं वायवीयं, वायौ रूपं नास्ति इति कृत्वा तस्य त्वगिन्द्रियस्य दर्शनं न भवति. श्रोत्रेन्द्रियम् आकाशस्वरूपत्वात् तस्य तत्रापि रूपं नास्ति इति कृत्वा तस्यापि दर्शनं न भवितुम् अर्हति इति अस्ति. इदानीम् अन्तिमं, रूपं वर्तते, परमाणुपरिमाणभिन्नपरिमाणमपि वर्तते, किन्तु उद्भूतरूपं नास्ति. केषां? पृथिव्यादिरूपाण्यपि घ्राणरसनचक्षुरिन्द्रियाणि. इदानीं घ्राणरसनचक्षुरिन्द्रियाणां प्रत्यक्षं भवति वा इति चेत् न भवति. किमर्थं? परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, अस्ति चेत् भवेत्, केवलमस्ति चेत् भवेत् इति नास्ति, ततोपि रूपं भवेत्, रूपमपि अस्ति तेषु, किन्तु तथापि न भवति वा इति चेत् उद्भूतरूपं नास्ति. घ्राणरसनचक्षुरिन्द्रियाणाम् उद्भूतरूपं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति. अत्र रूपं वर्तते, किमर्थम् उद्भूतरूपं नास्ति इत्यस्मिन् विषये इदानीम् अस्माकम् आकाङ्क्षा अस्ति एव, तस्य उत्तरं न लब्धम्. अग्रिमवर्गे तस्मिन् विषये तत्र तर्कः किमस्ति, अनुमानं कथं कुर्वन्ति, रूपं वर्तते किन्तु उद्भूतं नास्ति, उद्भूतरूपं नास्ति इति कथं वा ते वदन्ति इत्यस्मिन् विषये चर्चा भवति. किन्तु एतादृश तत्र गृहपाठरूपेण भवन्तः किं कुर्वन्तु, कृपया तत्र एककोष्टकं स्थापयतु, एकस्मिन् पार्श्वे तत्र रूपम् अस्ति उद्भूतं न उद्भूतरूपं नास्ति, रूपमस्ति उद्भूतरूपमपि अस्ति इति विभजनं कृत्वा, अपि च परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, परमाणुपरिमाणभिन्नपरिमाणं नास्ति. सम्मितं महोदय, परमाणुपरिमाणभिन्नपरिमाणं पुनः एकवारं वदतु महोदय, विवरणं. परमाणुपरिमाणभिन्नपरिमाणम् इदानीं वदामि. परिमाणम् इति चतुर्विंशतिगुणेषु अन्यतमः अस्ति. परिमाणम् इति गुणः, परिमाणस्य त्रैविध्यम् अस्ति, परमाणुपरिमाणं, महत्परिमाणं, सारि क्षम्यतां, परमाणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति त्रिधा विभजितम् अस्ति परिमाणम्. येषु परिमाणेषु मध्ये परमाणुपरिमाणस्य येषां परमाणुपरिमाणम् अस्ति तेषां दर्शनं न कर्तुं शक्यते इति नैयायिकानां मतम्. परमाणुपरिमाणभिन्नपरिमाणम् इत्युक्ते मध्यमपरिमाणम् अपि च परममहत्परिमाणं, तेषां दर्शन दर्शनयोग्याः इति नैयायिकानां मतम्. अवगच्छति वा? अस्तु महोदय, इति अस्ति. इदानीं भवन्तः किं कुर्वन्तु, गृहपाठरूपेण एकं कोष्टकं तत्र सिद्धतां कुर्वन्तु. तत्र उपरि किं लेखनीयम् इति चेत्, रूपम् अस्ति उद्भूतरूपम् अपि अस्ति इति एकम्, एकः सदस्यः. द्वितीयं, रूपमस्ति उद्भूतरूपं नास्ति. तृतीयं, तत्र इदानीं संस्कृतभाषायां कथमहं वदामि, रो इत्यस्मिन् तत्र परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, अत्र अन्यत्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति लिखित्वा तत्र किं किं भवित् कुत्र कुत्र किं किं भवति इति तादृशकोष्टकस्य विषये किञ्चिदिव प्रयत्नं करोतु, तदेव भवन्तः गृहपाठम्। अस्तु, अस्मिन् विषये कस्यापि सन्देहः वर्तन्ते वा? इतोपि अग्रिमवर्गे गभीर चर्चा भवति, किन्तु पृष्ठभूमिकारूपेण एतत् सर्वं ज्ञायते चेत् तत्र पाठस्य समीचीनतया तत्र किमपि क्लेशः न अनुभवामः इत्यतः मया किञ्चिदिव उक्तम्। वायवीयम् इत्युक्ते किं जि? वायवीयम् इत्युक्ते तत्र वायुस्वरूपम् इति, वायुः इति एकं द्रव्यमस्ति किल, तादृशद्रव्यमस्ति इन्द्रियम् अपि, तदेव वायवीयं भवति। वायवीयं विद्याभगिनी इतोपि किञ्चित् वक्तव्यम् अत्र? अत्र पृथ्वी इत्युक्ते पार्थिवं, पृथ्व्याः भावः पार्थिवम्, एवं वायोः भावः वायवीयम्। सत्यं, वायोः भावः वायवीयं, पृथिव्याः भावः पार्थिवं, तेजसः भावः तैजसं, जलस्य भावः जलीयम् इति तादृशं वायवीयम् इति। प्रथमतया एतत् विषयं शृणोमि, धन्यवादः। हा हा हा, इतोपि समीचीनतया भवति तत्र, तत्र तर्कः बहु समीचीनं भवति प्रतिनिधि नियतग्राह्याः इत्यस्मिन् विषये। महोदय, भवान् कोष्टकं कृतवान् वा? हा, मया कृतं। तर्हि भवान् एव प्रेषयतु। एक्साम्पल् इति स्वीकुर्मः। अहं प्रेषयिष्यामि, किन्तु यदि भवन्तः तस्मिन् विषये किञ्चित् प्रयासः कृतवन्तः चेत् तत्र भवतः अभ्यासः भवति इत्यतः मया उक्तम्। न न, एतत् वयं सर्वे उदाहरणरूपेण स्वीकुर्मः, अनन्तरं कार्यं कुर्मः। अस्तु अस्तु, भवती किं वदति केवलं कोष्टकमेव प्रेषयतु, किन्तु तस्मिन् उदाहरणं न स्थापयतु इति। न न न, एक उदाहरणं दास्यतु, अनन्तरं वयं अन्यविषये तत्र पूरयिष्यामः। भवती भवती अतिवक्ता इति मन्ये लायर्। अस्तु, यत्किमपि भवतु, अहं प्रेषयिष्यामि प्रेषयिष्यामि, सर्वेषां लाभाय भवति। अस्तु, समयः जातः, सर्वेषां नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः।